नमस्कारः. अद्यतनकरपत्रमस्ति विशेष प्रेरणार्थे निच् विशेष हलन्तदातवः इति प्रवर्तमानमस्ति करपत्रं. तर्हि वयं कृत् इति कृत् इति धातुः चतुर्थबिन्दुः अस्ति. तत्र वयं यत्र रेपः वा वकारः वा यत्र धातोः भागः वा धातोः एव यत्र रेपः वा वकारः वा आयाति तत्र त्रिविधानि कार्याणि भवन्ति इति गते सप्ताहे दृष्टं. तदेव महोदय पुनः आलोकितवान् इति मन्ये. तर्हि पुनः तदेव कुर्मः. अस्तु, किञ्चित् मणिमहोदय पठित्वा प्रतिपादयति किम्? आरम्भतः किञ्चित् पुनः पश्यामः. कीर्तिचुरादिकणे अत्र महोदय. कृत कीर्त चुरादिगणे कीर्तयति कीर्तयते अर्थः प्रसिद्धं करोति स्तुतिं करोति. अत्र रेपात् प्राक् इकः दीर्घः देयं यत् त्रिषु परिस्थितिषु रेपवकारयोः पूर्वम् इकः दीर्घः भवति. काशिकावृत्तिः अवलोक्यते चेत् निर्देशः स्पष्टः. अनन्तरं पूर्वोब्धाः दीर्घः इकः रेपवकारान्तधातोः पदस्य उपायः इकः दीर्घः भवति. गीः दूः ऊः आशिः हलिच परे रेपवकारस्य धातुरूपदायः इकः दीर्घः भवति. जिरु योः स्यन् जीर्यति. उपदायां च धातुरूपदाभूतौ यौ रेपवकारौ हल्परौ द्वयोरुपदायः इकः दीर्घः भवति. कृत् कीर्तयति. पठामि महोदय अग्रे. रेपवकाराभ्यां पूर्वम् इकः दीर्घः पदान्ते रुर्वोपदायः दीर्घः इकः पदान्ते रेपान्तस्य वकारान्तस्य च धातोः उपदायः इकः दीर्घदेशो भवति. अनुवृत्तिच्छेदसूत्रं पठामि वा पूर्णतया पठामि वा? येन उदित्तदन्तस्य अनुवृत्तिच्छेदसूत्रं पदस्य अन्ते रुर्वो धातोः अन्य भागमपि लिखितवान् तत्र काशिकायां मतम् अनुसारं पूर्णतया पठितुम् इच्छति वा? पूर्णतया आम् अस्तु अस्तु. पदान्ते रेपान्तस्य वकारान्तस्य च धातोः उपदायः इकः दीर्घदशो भवति. येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः रुर्वो धातोः वकारान्तधातवः सन्ति. किन्तु वकारान्तस्य पदस्य धातोरसम्भवात् अनेन सूत्रेण वकारान्त धातोः किमपि कार्यं नास्ति. यस्य फले काशिकायां दत्तमस्ति वकारग्रहणम् उत्तरार्थं लाघुवार्थम् अस्मिन् सूत्रे वकारः योजितः. येन तस्य अनुवृत्तिः अग्रिमसूत्रद्वये स्यात्. रेप् च वकार च रुर्वो इतरेतुरदन्तः द्वयोः रुर्वोः षष्ठ्यन्तम् उपधायां षष्ठ्यन्तं दीर्घः प्रथमान्तम् इकः षष्ठ्यन्तम् अनेकपदम् इदं सूत्रम्. अनन्तरं चिपि धातो रुर्वो इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः स्कोः समयतन्त्रस्य च इत्यस्मात् अन्ते इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं पदस्य अन्ते रुर्वो धातोः उपधायाः इकः दीर्घः इति. पदम् अस्ति वदति किं महोदय? किमुक्तं महोदय? वदतु महोदय. सरलरूपेण वदति किं महोदय तस्य वाक्ये? पदान्ते रेपान्तस्य वकारञ्च धातुः अस्ति चेत् अत्र तस्य उपधायः तदः इकवर्णः दीर्घः भवति इति अर्थः. अत्र येन उदितदन्तस्य तदन्तविधिः इति सूत्रेण पदन्तात् अन्ते यत् वर्णः अस्ति तस्य पूर्वम् इति कार्यम् इति तत्र अस्ति। काशिकायां वदति वकारान्तधातुः अत्र नास्ति, अतः अनन्तरं भवति अर्हता, अतः तस्य अग्रिमे सूत्रे द्वये स्यात् इति वदत्। अनन्तरं पदस्य अन्ते रुरो धातोः उपधाक दीर्घ, तदेव प्रथमवाक्ये अपि अस्ति। आहत्य पश्यामः चेत् ओरुपदा दीर्घः कुत्र भवति इत्युक्ते धातुरूपम् इ इर् उ इर् नो चेत् किम् अस्ति ऋ इर् नो चेत् ऋ इर् इति अस्ति चेत् तत्र तु ओरुपदा दीर्घः इत्यस्य प्रसक्तिः अस्ति खलु। रेपः वकारः पदान्ते रेपः वा वकारः अस्ति, अनन्तरम् उपदायाम् इक् लघु इक् वर्णः अस्ति चेत् खलु। इति रूपाणि सन्ति चेत् नो चेत् वकारस्य तु न भवति इति महोदयेनैव दत्तं, तर्हि तत्र त्यजामः चेत् केवलं रेपः अन्ते उपदायं ह्रस्व इक् इक् वर्णः अस्ति चेत् अस्य सूत्रस्य प्रसक्तिः पदान्ते। अग्रे प्रायः भगिनी पठति किं दिनद्वयमेव भगिनी पठति किं भगिनी कृपया कः का भगिनी भगिनी सरला सरला भगिनी भगिनी वयं तु जनद्वयमेव स्मः जनत्रयमेव स्मः खलु, अन्यः कोऽपि अस्ति किम्? अहं न जानामि। अस्तु, गृ इति धातु गृ निगरणे तु धादौ लटि गिरति। गृ गृ किबन्ता त्विजन्ता धातुत्वं न जहति इति परिभाषायाः कृत् प्रत्ययसंयुज्यते चेदपि धातोः धातुसंज्ञा तिष्ठति। कृप् प्रत्यय सर्वापहारलोपः लशक् लशक्वतद्धिते ककारस्य हल्यन्तं पकारस्य संज्ञा तस्य लोपः। गृ योगवि इकारः उच्चारणार्थं गृ योगवकार अपृक्त एकालप्रत्ययः इत्यनेन तस्य अपृक्तसंज्ञा। वेदपृक्तस्य इत्यनेन अपृक्तसंज्ञकवकारस्य लोपः। कृत्तदितसमासाश्च इत्यनेन प्रातिपदिकसंज्ञा। गृ धातुः अपि प्रातिपदिकमपि धातौ गे उणनरपरः गिर्योग गिर्योगसु गिर्योगसकार हल्याभ्यो दीर्घात् सुतस्य प्रक्तं हल् गिर् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य सुप्तिङ्गं पदम्। गिर् इति धातु अपि प्रातिपदिकम् अपि पदम् अपि रोरुपधाया दीर्घ इकः गीर् तथैव भ्यां भ्यस् भ्यस्सु स्वादिष्व सर्वनामस्थाने इत्यनेन एषां पूर्वतनशब्दस्वरूपस्य पदसंज्ञा। इदानीं प्रक्रिया दत्तम् अस्ति कथं वोरुपधाया दीर्घ इकः तस्य कार्यम् आगच्छति। धातु गृ दीर्घरिकारान्तधातु स्वीकुर्मः तत् तद्धितप्रत्ययः अस्ति। कृबन्ता विजन्ता धातुत्वं न जहति इति परिभाषायां यदि कृप् धातुतः योजनीय अस्ति तत्र धातु संज्ञा तिष्ठति, तस्य तत् न त्यजति धातुसंज्ञा। अतः कृप् इति प्रत्ययः सर्वै वर्णानां लोपः भवति एतस्मिन् प्रत्यये। ककार स लशकु तद्धिते पकारस्य हल्यन्तम् अनेन संज्ञा भवति। वि इकार केवलं उच्चारणार्थं भवति। वकार इति अपृक्त एकाल भवत् प्रत्यय तिष्ठति। तदनन्तरं वेरपृक्तस्य इति सूत्रेण वकारस्य अपृक्त एकाल वकारस्य लोपः भवति। केवलं गृ एव तिष्ठति. सो गृ इति धातुसंज्ञा अस्ति. इदानीं तद्युत प्रत्ययेन योजनानन्तरं प्रातिपदिक संज्ञा अपि प्राप्नोति कृत् तद्युत समासाश्च इति सूत्रेण. यदि गृ धातु अपि प्रातिपदिकम् अस्ति इदानीं विवित् धातोः इति सूत्रेण रिकारान्त धातु अस्ति. सो इति सार्वधातुकार्धधातुकयो इति प्रबाद्य भवति. साधु भगिनी अत्र न आगच्छति सार्वधातुकार्धधातुकयो. अस्माकं हृदयद्धातोः खलु भगिनी? आं सत्यम्. किन्तु सार्वधातुक अर्धधातुकयोः धातुतः कार्यं करोति. अत्र तत् प्रभाज धातोः कार्यं करोति. तद्भवति विप्रतिषेध अनेन तस्य अत्र किम् इत्युक्ते अत्र हृदयद्धातोः धातोः एव कार्यमस्ति खलु. धातोः एव अङ्गस्य कार्यमस्ति. अत्र तु प्रत्ययं न अपेक्षते एव. अस्तु. अत्र सार्वधातुक अर्धधातुक तस्य प्रसक्तिः कथं न आगच्छति? कारणं कि तिङ् प्रत्ययः नास्ति. न प्रभाद्य न आगच्छ. तिङ् प्रत्यययोजनेनन्तरं कितिङ् इति प्रत्यय एव भवति भगिनि. नो चेत् सार्वधातुक अर्धधातुक भवति. प्रभाद्य न आगच्छति. अस्तु अस्तु. कितिङ् इति प्रत्यय अस्तु. अस्तु. ऋत् धातोः तस्य ऋकारान्त धातु तस्य स्थाने इकार आगच्छति. सो घि यदि ऊण् प्रत्यये आगच्छति तत्र रपर आगच्छति. सो घिर् इति भवति. घिर् योग इदानीं विवक्षा प्रातिपदिकम् अस्ति. सो सुबन्तपदं. सो गिर् योगस्सु प्रथमा विभक्त्याम् एकवचन प्रत्ययस्सु आगच्छति. तत्र सु इति उकारस्य उपदेशे जनुनासिकरणेन संज्ञा लोपः भवति. तदनन्तरं गिर् योगस्स सकार भवति. हल्याङ्याभ्योद्वीकातसूत्रस्य प्रथम हल् इति सूत्रेण सकारस्य लोप भवति. इदानीं गिर् इति पदं भवति. कारणक प्रत्ययलोपे प्रत्ययलक्षणं गिर् योगसु इति सुप्तिङ्गं पदं धनेन पदसंज्ञा अपि प्राप्नोति. सो इदानीं गिर् तस्य संज्ञाः तिस्र भवन्ति. धातुसंज्ञा पदसंज्ञा अपि प्रातिपदिकसंज्ञा. पदसंज्ञा भूत्वा वोरूपधाया दीर्घ इक इति सूत्रेण गिर् इति अङ्गस्य रेफ अन्ते अस्ति. तस्य उपधायाम् इकार अस्ति. तस्य उपधाया तिष्ठत इकारस्य दीर्घं भवति. ईकार भवति. निमित्तम् अस्ति पदं धातुसंज्ञा पदसंज्ञा अपि. सो घीर् इति भवति. तथैव भ्यां भ्यस्भ्यस्सु स्वादिष्ट सर्वनामस्थाने इति सूत्रेण यत्र सर्वनामस्थान पञ्च सु औजस् अम् औट् इति पञ्च सुप्रत्ययांस्य पञ्च प्रथमं पञ्च सर्वनामस्थानसंज्ञा अस्ति. शेष इति सर्वनामस्थान वा यचि भम् इति सूत्रेण भसंज्ञा भवति तेषां. किन्तु येषां सर्वनाम स्वादिश संज्ञा अस्ति स्वाद्य भवन्ति. ये अजादि वा यकारादि नास्ति न सन्ति ये प्रत्ययः ते स्वाद्य इति गणे आगच्छन्ति. तत्र तस्य पूर्व प्रत्ययस्य पूर्वभागः यः अस्ति तस्य पदसंज्ञा भवति. तु गिर् यदि अस्ति भ्यां भ्यस्सु तेषां पूर्वं गीर् भवति खलु, गीर्भ्यां, गीर्भिः, गीर्भ्यः, गीर्भिषु इति भवति तेषां रूपम्। साधु, धन्यवादः भगिनी। मणिमहोदय, अस्तु महोदय। ऋत ऋतु धातोः ऋतस्य धातोः अङ्गस्य ह्रस्वकारः भवति किति निति प्रत्यये परे एव इति बोध्यं, न चेत् गुणः। अनुवृत्तिसहितसूत्रं ऋतधातोः अङ्गस्य इत् अर्थः भवति चेत् किम् इत्युक्ते यत्र ऋदन्त अङ्गः अस्ति, धातोः अन्ते दीर्घऋकारः अस्ति, तस्य पूर्वं आम् क्षम्यतां महोदय, ऋकारस्य स्थाने इकारः आदेशः भवति, इकारः आदेशः भवति कितिनिति प्रत्यये परे, अन्यत्र गुणः भवति चारुदात्तकारुदात्तयोगेन गुणः भवति। अनन्तरं हल्म्याभियोगदीर्घात् सुदेश प्रोक्तं हल् हलन्तात् दीर्घन्तात् दीर्घबन्तात् च सूतीषि इत्येषाम् अपृत्तसमेकस्य हलः लोपः, अनेन प्रथमपुरुषे सूत्यस्य ल स लोपः, लङि प्रथमपुरुषे त लोपः, मध्यमपुरुषे स लोपः, अनुवृत्तिसहितसूत्रं दीर्घात् हल्ङ्यात् सूतीश्च अपृत्तं हल् लुप्यते। पूर्वमेव पठितवन्तः सूत्रम् अपृत्तसमेक हल् हलन्तदात्तात् दीर्घन्तात् दीर्घबन्तात् इति अस्ति चेत् अत्र अपृक्तवर्णः लोपः भवति इति पठितवन्तः। पठामि महोदय। सर्वनामस्थाने स्वादिशसर्वनामस्थाने सर्वनामस्थानसमीकः प्रत्ययान् अतिरिच्य सुप्रत्ययः आरभ्य कप् प्रत्ययपर्यन्तं येषु कश्चन परः अस्ति चेत् पूर्वतनशब्दस्वरूपस्य पदसमीकः भवति। यदा सरलाभगिनी इदानीमेव उक्तवती, यचिबम् इत्यनेन प्रत्ययः अजादि अथवा यकारादिः चेत् पूर्वतनशब्दरूपस्य बहुसमीकः भवति। अनुवृत्तिसहितसूत्रं स्वादिषु असर्वणस्थाने पदम् विवरणं सरलाभगिनी उक्तवती, पुनः प्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य कप् प्रत्ययपर्यन्तं ये प्रत्ययः यकारादयः अजादयः येषु कश्चन परः अस्ति चेत् पूर्वतनशब्दस्वरूपं बहुसमीकः भवति इति अत्र दत्तम्। तदेव अनुवृत्तिसहितसूत्रस्य स्थाने अपि। अनन्तरं आपदान्ते पठामि महोदय। हलि च हलि च रेपान्तानाम् ओकारान्तानां च धातूनां उभयाः स्थितः इकः वर्णः दीर्घः भवति हलि परे, येन वदि तदन्तस्य इत्यनेन तदन्तविधिः, अतः रुर्वो इत्यनेन येषां धातूनाम् अन्ते रेप ओकारः तेषां ग्रहणम्, हलि सप्तम्यन्तं च व्ययपदं द्विपदं सूत्रं, शिपि धातौ रुर्व इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः, रुर्वोबधायः दीर्घः कः इत्यस्मात् पूर्णतया अनुवृत्तिः, अनुवृत्तिसहितसूत्रं रुर्वधातोः उभधायः एकः दीर्घः, रुर्वोबधा दीर्घः एकः दीर्घः इति सूत्रं पदान्ते भवति इति पूर्वं पठितवन्तः। इदानीं हलिच इति वदनेन अत्र आपदान्तम् अस्ति, किमर्थं चेत् हलिवर्णः परे अस्ति चेत् एव कार्यं करोति इति अत्र निमित्तम् अस्ति। रेप ओकारान्तधातु उपदादिक् स्थितः इक्वर्णः दीर्घः भवति हलि परे इति वदनेन, अतः आपदान्ते एव स्वीकरणीयम् इति अत्र दत्तम्। इदं सूत्रम् इत्यस्य अधिकारे अस्ति, तर्हि पदान्ते एव भवति वा, हलि च इत्यस्य समा सामर्थ्येन आपदन्ते इति भवति. जलौ जलि अपि तदा यदा एतदपि अस्ति, यदि सूत्रं न पदान्ते चेत् तु ओरुपदा दीर्घः इति सूत्रं कार्यं करोति चेत् खलु, तर्हि पदान्ते एव एतत् कार्यं करोति, नो चेत् सूत्रं निरवकाशं भवति खलु. पदान्ते चेत् सर्वत्र तु सर्वदा तु ओरुपदा दीर्घः इति सूत्रं, दीर्घः एकः इति सूत्रम् आगत्य कार्यं करोति, तर्हि अपदान्ते एव अस्य कार्यं भवितुम् अर्हति इति कृत्वा, यद्यपि पदान्ते इत्यस्य अधिकारे अस्ति तथापि पदान्ते इति न स्वीक्रियते, अपदान्तकार्यम् अस्ति इति जानीमः. अधिकारः अस्ति खलु पदान्तस्य इति. आम् महोदय, 8.16 to 8.468 अधिकारसूत्रम् अत्र हलि चापि रुरोपदाः अपि भवति मध्ये, अतः पदस्य अधिकारः भवति. तदेव रुरोपदा इत्यस्य अनुवृत्तिः अपि भवति अत्र, इकः दीर्घो भवति इति भवति. मम वाचः एवम् अस्ति, अत्र महोदयेन उक्तमस्ति खलु, हलीच इत्यस्य सामर्थ्येन, हली इति सप्तमी निर्देशः अस्ति खलु, अस्य सामर्थ्येन अपदान्ते कार्यं भवति इति महोदयेन लिखितं खलु, तस्य अहं वदामि, यदि पदान्ते यदि अत्र न स्वीकुर्मः हलीच इत्यनेन अपदान्ते इति न स्वीकुर्मः चेत् सूत्रं निरवकाशं भवति खलु. किमर्थम् इत्युक्ते पदान्ते तु सर्वदा तु ओरुपदा दीर्घः एकः एव कार्यं करोति, तस्य कार्यं भवितुम् अर्हति खलु इति कृत्वा, यद्यपि सूत्रे तु सूत्रं तु पदस्य इत्यस्य अधिकारे वर्तते तथापि अपदान्तकार्यम् इति स्मर्तव्यम् इति अवगन्तुं शक्नुमः इति. अस्तु महोदय, धन्यवादः भगिनी. अस्तु, इदं सूत्रं पदस्य इत्यस्य अधिकारे अस्ति, तर्हि पदान्ते एव भवति वा हली चैत्यस्य सामर्थ्येन अपदान्ते इति भवति, झलो झलि अपि तथा, यदा कदापि अग्रे निमित्तम् अस्ति तदा बलात् अपदान्ते इति भवति, यत्र सप्तम्यन्तं निमित्तम् अस्ति तत्र पदस्य इति न गच्छति यद्यपि तस्य अधिकारे स्यात्, यथा भवती उक्तवती इदानीं तत् दत्तमस्ति, यतोहि वौरुपधाया दीर्घ एक तस्य पूर्णतया अनुवृत्तिः अस्ति हलिचयने इति सूत्रे, किन्तु पदम् इति पदसंज्ञा न स्वीकृतम् अस्ति, हलि इति वदनेन सप्तमी विभक्ति अन्तर्भूत अस्ति, अतः पदान्ते तस्य विवक्षा न आगच्छति, पदान्ते तस्य हलि इति शब्दवदनेन आगच्छति, सो निमित्तम् अस्ति सप्तमी विभक्ति, कार्यं तस्य पूर्वं भवति इति तस्य अर्थम् आगच्छति, किन्तु पदसंज्ञा यतोहि पदस्य अधिकारः अस्ति एतेषु एतस्मिन् पदस्य अधिकारक्षेत्रम् आगच्छति, किन्तु तत्र पदं नास्ति इति. उदाहरणमस्ति जृ योगति, जृ योगश्यन् योगति, जृ योगय योगति, ऋत् धातो इत्यनेन ऋदन्तधातो इत्त्वं, जृ योगय योगति उणपर इत्यनेन ऋदन्तस्य स्थाने य अन् प्रत्याहारे स्थित इत् स च रपरो भवति, जिर्योगय योगति हलि चैत्यनेन हलि परे रेफान्तधातो उपधा भूत्यस्य इकार दीर्घ जीर् योगय योगति जीरयति. जीर् पुनः द्वादीयगणीयधातुः अस्ति जि योगति, अत्र श्यन् इति विकर्णप्रत्यय आगच्छति, अनुबन्धलोपान्तरं केवलं य अवशिष्यति, जीर्योगय योगति धातो. भगिनी इद य इति कितिङ् इति परे भवति विकर्णप्रत्यय, तथा अतः ऋद् धातो प्रसक्ति भवति, दिवादिगणस्य इति कृत्वा य इति आगच्छति भगिनि, शन् इति प्रत्ययः, सो शन् प्रत्ययः इति कृत्वा सार्वधातुकमपि सार्वधातुकः अस्तु. कितिङिति पर् भवति कित्वत् भवति. सो अनेन ऋकारस्य स्थाने इ आगच्छति, पुनः परने जिर् भवति, जिर् योग य योगति. इदानीं हलि च निमित्तं अस्ति, यकार हलि प्रत्याहारे अस्ति, तस्य पूर्वं रेफान्तधातो अस्ति, रेफान्त अङ्गम् अस्ति, तस्य अङ्गस्य आदौ इकार लघु इकार अस्ति, तस्य दीर्घत्वं भवति हलिचनेन. सो धातोः उपधाय रेफान्तधातो उपधायाम् इकार अलि परे अनेन चीर्यति इति निष्पन्नं भवति. अग्रे पठामि वा? आं भगिनि. अस्तु, अत्र प्रश्न उदेति हलि इत्यनेन परसप्तमी, अतः तस्मिन् निर्दिष्टे पूर्वस्य इत्यनेन अव्यवहितपूर्वस्य एव कार्यं स्यात्, तत्तु अत्र नास्ति. उपधाभूतस्य इकारस्य दीर्घत्वं कार्यकारणयोः इकारयकारयोः मध्ये रेफो वर्तते, अतः अव्यवहितं नास्ति, तथापि कार्यं भवति. किमर्थं येन न अव्यवधानं तेन व्यवहिते अपि इति वचनप्रामाण्यात् कार्यं सिद्ध्यति उपधाया एकः दीर्घः. तस्मिन् निर्दिष्टे पूर्वस्य इति सूत्रमस्ति, सूत्रमस्ति वा परिभाषा अस्ति भगिनि? सूत्रमस्ति, सूत्रमस्ति, संख्या सूत्रमस्ति. ओके, इति सूत्रेण अव्यवहित पूर्वस्य कार्यं भवति. यत् सप्तमी निर्दिष्ट यत् अस्ति तस्य पूर्वं यत् अव्यहत अस्ति, मीन्स् अव्यवहित मीन्स् यस्य कोऽपि व्यवधानं नास्ति, साक्षात् पूर्वं कार्यं भवति. यथा इको यनचि तत्र अव्यहत भवति, साधु इको यनचि इति सूत्रेण अचि तत्र अव्यवहित भवति तत्र. किन्तु अत्र रेफान्त धातु जीर् यथा वयं दृष्टवन्तः, यकार इति सप्तमी विभक्त्यां निर्दिष्टं भवति, रेफ यत् कार्यमस्ति तत्र साक्षात् पूर्वं कार्यं नास्ति, तस्य मध्ये व्यवधानं रेफ आगच्छति, कार्यमस्ति व्यवधानस्य पूर्वं. सो व्यवहित कार्यम् अस्ति, अतः कथं तस्मिन् निर्दिष्टे पूर्वस्य तस्य कार्यं नागच्छति इति समस्या प्रश्नः आगच्छति. तत्र महोदय लिखितवान् व्यवधानं भूत्वा अपि यत्र कार्यं भवति तस्य उपधायाम् एकदीर्घ तस्य कार्यम् आगच्छति अत्र. अस्तु अस्तु, धन्यवादः महोदय. धन्यवादः भगिनी. पुष्पा अस्मि अरुणा भगिनी विलम्बेन आगच्छ. ओ अरुणा भगिनी, स्वागतं. तर्हि भवत्यौ अपि कृपया पठ्यतां पठ्येतां पठति भगिनी. अत्र अपदान्ते इति दत्तमस्ति, ततः आरभ्य उपदायां च इति सूत्रस्य व्याख्यानं दत्तमस्ति, तत् पठनीयम्. अरुणा भगिनी पठति किं भगिनी? अपदान्ते उपदायां च सूत्रं धातूनां यौ उपदाभूतौ रेफ वकारौ हल्वरौ काव्यं प्राक् वर्तमानस्य इकः दीर्घ आदेशः भवति. सूत्रत्वे उपदाः शब्दः ब्रोः इत्यस्य विशेषणं ब्रोः षष्टिद्विवचने, अतः उपदायाम् अपि तथा षष्टिद्विवचने, यद्यपि सूत्रे सप्तम्येकवचनं दत्तमस्ति. उपदायां सप्तम्यन्तं च अव्ययं द्विपदमिदं सूत्रं. सिप्पिधातोरुर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः रो रूपदाय दीर्घ इकः इत्यस्य पूर्णतया अनुवृत्ति मूलसूत्रे रोः षष्ट्यन्तं धातोः इत्यस्य विशेषणं तदन्तविधिः इति कृत्वा धात्वान्ते इत्यर्थः. अत्र रोः इत्यनेन सम्बन्धषष्टि इकः इत्यनेन सह हलि च इत्यस्मात् हलि इत्यस्य अनुवृत्तिः विभक्तिपरिणामेन षष्ट्यन्तं हलः धातोः इत्यस्य विशेषणं तदन्तविधिश्च. अनुवृत्तिसहितसूत्रं हलः धातोः उपदयोः रोः उपदायः इकः दीर्घः. उपदायान्त इति सूत्रमस्ति अत्र. किं भवति उपदायां रेफवकार अस्ति, तदनन्तरं हल् अपि परम् अस्ति. ताभ्यां प्राक् वर्तम इकः अपि उपदा इक् वर्णः अस्ति चेत् दीर्घः भवति इति सूत्रं वदति. किमर्थं परिणामं कर्तव्यं अनुवृत्तिसहितं सूत्रं वदति हलः धातोः उपदायोः रोः उपदायः इकः दीर्घः इति अस्ति. किमर्थं हलः इति हलः इति विशेषण धातोः षष्टिविभक्तिः अस्ति खलु. हलि पूर्वस्मिन् सूत्रे तु हलि इति आसीत्, किन्तु यत्र अनुवृत्तिः आयाति तत्र तु अस्माभिः हलः इति षष्टिविभक्तिपरिवर्तनं जातं. तर्हि कुतः किमर्थं तथा कुर्मः इति अग्रे महोदय न विवृतम्. आम्, अत्र हलः इति षष्ट्यन्त्यं रूपं दत्तं, धातोः इति विशेषणं भवति. धातोः उपदायोः रोः उपदायः इक् वर्ण दीर्घः भवति इति सूत्रं वदति. पूर्वं हलि हलि चैतसूत्रं रेफा और् वखार धातु अन्ते अस्ति, परः हलि हल् वर्णः वर्तते. परन्तु उपदायां च अत्र उपदायां रेफावकार अस्ति, हल् वर्णः अन्ते अस्ति. हल् वर्णः अपि धातोः अवयवः अस्ति इति कृत्वा षष्टिविभक्ति इति कृतम्. तदेव तत्रैव हलः धातोः इति अत्र दत्तम्. अग्रिमपङ्क्तिं पुष्पा भगिनी वदति किञ्चित्. अस्तु भगिनि, शब्दम् अस्ति वा? न किं भगिनि, नास्ति नास्ति भगिनि, अधुना समीचीनमस्ति. मध्ये तु आसीत्. आमाम् अधुना समीचीनम्. अत्र अत्र प्रश्नः उदेति यत् साक्षात् हलि इति अनुवृत्तिः आनीयते चेत् इष्टः अर्थः सिद्ध्यति किम्? काशिकायाख्यायां हल् परौ इति उपयुज्यते, न तु हलि. द्वयोः मध्ये भेदः कः इति अवलोकनीयम्. हलि इत्यस्य अर्थः परसप्तमी हलि परे. तत्र हलि च इति सूत्रे हलि इत्यस्य कथनेन अर्थः स्पष्टः भवति. व्रोः धातोः उपदायाः इकः दीर्घः हलि. जृयोगश्यन् जिर्योगया हलि च जीर्योगयाम्. अत्र हलि इत्यनेन न कोऽपि भ्रमः, केवलम् एकस्य वर्णस्य सङ्केतः सम्भवति. नाम धातोः अनन्तरं यः वर्णः किमर्थम् इति चेत् व्रोः धातोः इत्यनेन रेफान्तधातोः वकारान्तधातोः षष्टिविभक्तौ च रोः षष्टिविभक्तौ हति सप्तमी विभक्तौ अतः षष्टिविभक्ति हरि सप्तमीविभक्ति अतः समानाधिकरण्यस्य अभावात् वर्णान्तरम् अस्तु तस्मात् हलि इत्यनेन धातोः अनन्तरं यः वर्णः इति एव अर्थः सम्भवति यः वर्णः इति एव अर्थं सम्भवति अनेन च स्पष्टता जायते इ ऋ य इति इद् इङ्गितम् अस्तु इङ्गितम् अतः अत्र प्रश्नम् उदेति उपादायां च इति सूत्रस्य न भगिनि हा अत्र साक्षात् हलि इति अनुवृत्तिः आनीयते चेत् अर्थः सिद्ध्यते किम् इति उदेति काशिकायां ख्यानं हल् परौ इति वक्तुं चेत् न तु हलि हल् परौ हलि हलि नास्ति इति द्वयोः मध्ये भेदः कः इति अवलोकनीयं हलि इत्यस्य अर्थः परसप्तमी हलि इति उच्यते चेत् परसप्तमी हलि परे हलि हलि इति वचनेन तत्र हलि सूत्रे हलि इत्यस्य कथनेन अर्थः स्पष्टः भवति अत्र हलि तु सप्तमी विभक्ति अस्ति परसप्तमी अस्ति अस्तु अस्तु व्रोः धातोः उपादायाः इकः दीर्घः हलि तत्तु व्रोः धातोः अन्ते अस्ति चेत् न उपादायाः न अन्ते अस्ति चेत् उपादायाः इकः दीर्घः हलि तत्र उपादायः कोऽपि वर्णः अस्ति तत्तु दीर्घ इकः अत उपादायाः इकः दीर्घः आगच्छति इति हलि दीर्घः हलि हलिप हलि हलीच इत्यनेन वदनेन जृयोगः श्यन् किं गणः श्यन् भगिनि दिवादिगणे श्यन् जिर्योगः या शकारलोपः नकारः लोपः हलन्त्यं शकारदशक्वतदिते इत्यस्य तस्य लोपः इत्यनेन यकारः एव तिष्ठति हलि च इत्यनेन दीर्घ ईकारः आगच्छति ह्रस्व इकारस्य परिवर्तनम् आगच्छति जीर् इति जीर्योगः या अत्र हलि इत्यनेन न कोऽपि भ्रमः अत्र हलि इति वदनेन केवलम् एकस्य वर्णस्य सङ्केतः सम्भवति नाम धातोः अनन्तरं यः वर्णः धातोः अनन्तरं यः वर्णः तद् इत्यनेन न कोऽपि भ्रमः केवलम् एकस्य वर्णस्य सङ्केतः सम्भवति नाम धातोः अनन्तरं यः वर्णः तत् किं भगिनि तद् न अवगतम् धातोः अनन्तरं यः वर्णः किं कः आशयः हलि इति सप्तमी विभक्तिः अस्ति चेत् नाम केवलम् एकस्य वर्णस्य एव सङ्केतः खलु हल् इति न हल् प्रत्याहारस्य कश्चन वर्णः इत्येव तत्र सङ्केतः उक्तमस्ति तर्हि धातोः अनन्तरं यः वर्णः इति हलि इति सप्तमी निर्देशः अस्ति इति कृत्वा वयं जानीमः धातोः अनन्तरं यः वर्णः तस्य एव सङ्केतः इति एकः वर्णः आयाति यः हल् प्रत्याहारेषु वर्तते इति. किमर्थमिति चेत् शीघ्रं प्रतिपादयतु भगिनि, समयः अतीतः. वयं तु एकमेव पङ्क्तिं समयं रेफान्तदातोः वकारान्तदातोः षष्टिविभक्तौ अस्ति रोहो इति वदनेन. रोहषष्टिविभक्तिः हलि सप्तमविभक्तिः, अतः समानादिकरण्यस्य अभावात् वर्णान्तरं. हा हा, अत्र सामान्यीकरणं न कृतं काशिकावृत्त्यां. यत्र सामान्याधिकरणं न कृतं तत्तु पृथक् पदम् इति जानीमः, पृथक् इति जानीमः नाम वयम् अग्रे प्रत्ययः इति जानीमः. तर्हि तर्हि यत्र हल् इति यत् अस्ति तर्हि पदं पदान्त अपदान्तकार्यम् इति न वक्तुं शक्यते खलु. किन्तु यत्र तथा अस्ति ओरुपदादीर्घः इक्कः इत्यस्मिन् यत्र समानाधिकरणीयं न स्वीकृतं. किन्तु उपदायान्त इति सूत्रे तु समानाधिकरणीयं स्वीकृतं, काशिकायां स्वीकृतं. कथं स्वीकृतम् इत्युक्ते हल् परौ इति रेपवकारौ कीदृशौ इत्युक्ते हल् परौ रेपवकारौ इत्युक्ते रेपवकारः स्वयं तेषां परे हल् वर्णः आयाति इति रेपवकारौ हल्परो रेपवकारौ इति तत्र व्याख्या दत्तमस्ति. इत्युक्ते धातोः एव अवयवः भवति इति अस्ति. तर्हि अस्माभिः यत्र तथा कुर्मः चेत् अस्माभिः कथं स्वीकर्तुं शक्यते? हलि इति सप्तमी निर्देशः अस्ति चेत् अनन्तरं पदम् अग्रे आयाति इति आगच्छति खलु. तथा न स्वीकुर्मः इति कृत्वा वयं हलः इति षष्टि धातोः एव अवयवरूपेण हलः धातोः इति स्वीकुर्मः षष्टिनिर्देशम् उपयुज्य. तस्मात् एव अस्माभिः विभक्तिपरिमाणं क्रियते इति तस्य अत्र व्याकरदत्तमस्ति. धन्यवादः भगिनि. अग्रे पुनः मणिमहोदय पठति महोदय. किन्तु उभयायां च इति सूत्रे हलि इति अनिवृत्तिः यावत् आनीयते चेत् समस्या उदेति. काशिकावृद्ध्यां धातोरुपदाभूतौ यौ रेपवकारौ हल्परौ तयोरुपदायाः एकः दीर्घः भवति. कृत् कृत् कृतयति हल्परौ इति बहुव्रीः हल्परः यस्मात् सः हल्परः. हलि च इति सूत्रे हलिपरे इत्यस्य अर्थः. किन्तु उपदायां च इति सूत्रे बहुव्रीसमासः हल्परः आभ्यां रो इत्यस्य विशेषणम्. हल्परौ इति अत्र हल् परौ इत्यस्य आशयः फलितार्थमेव यत् धातु हलन्दः अस्ति. धातु यत्र हलन्दः अस्ति चेत् काशिक अत्र हलि च इति सूत्र अनुवृत्ति भवति चेत् अत्र पुनः कषः भवति. अतः काशिका किम् अत्र दत्तं कस्य मतेन हल् परौ धातोरुपदावो यौ रेपवकारौ हल् परौ इति स्वीकृतम् अस्ति चेत् अत्र षष्टिभक्ति भवति हल् परौ इति. अतः कृत् हल् परौ समानाधिकरण्यम् अस्ति, बहुव्रीहिसमासः अस्ति खलु. समानाधिकरण्यम् अस्ति. तर्हि अस्माभिः यत्र क्रियते अनुवृत्तिसहितसूत्रं लिख्यते तत्र तु वयं षष्टिविभक्ति रूपं स्वीकुर्मः. अत्र षष्टिः नास्ति महोदय, समानाधिकरणमेव. काशिकावृत्त्यां समानाधिकरण्यं दत्तमस्ति. सामान् काशिकावृत्त्याम् अनुवृत्तिसहितसूत्रं न लिख्यते खलु, केवलं तत्र तु व्याख्या लिख्यते खलु. अस्तु महोदय, तत्र व्याख्या अस्ति. व्याख्यायां तर्हि तत्र समानाधिकरण्यरूपेण स्वीकृत्य लिखितम्. अस्तु अस्तु. परनिमित्तम् इति स्वीकर्तुं न शक्यते खलु. अत्र परनिमित्तं नास्ति भवति इत्येव तदेव आशयः. काशिकावृत्त्यामपि आचार्यस्य तदेव आशयः इति महोदयेन दत्तवान्. तदर्थमेव महोदय आचार्यः तथा न स्वीकृतवान्, हल् परौ इति लिखितवान्, हल् परे इति न दत्तवान्. हल् परौ रेपवकारौ इति रेपवकारस्य विशेषणरूपेण हल्परौ कीदृशौ रेपवकारौ हल्परौ रेपवकारौ इति तत्र समानाधिकरणीयं वर्तते इति. धातु पुनः धातोः अनन्तरं किमपि वर्णः नास्ति हलिच इति तदेव अत्र दत्तं धातु अन्ते एव हल् वर्णः अस्ति तस्य पूर्वं रेपः अस्ति अतः तस्य पूर्वम् उपधावतः इकारः दीर्घः भवति इति तस्य अर्थः तदेव महोदय सः हल् वर्णः अपि धातोः एव धातोः पदान्ते नास्ति अपदान्तकार्यम् अस्तु यदि वदामः धातोः यदि वदामः धातोः उपधायाः रुर्वो उपधायाः इकः हलि दीर्घः अनन्यवयोः भवति उपधायाः रुर्वोः इत्यस्य कथनेन एव रेपवकारयोः अनन्तरं कश्चन वर्णः भवति पुनः हलि इति परसप्तम्या उच्यते चेत् तदनन्तरं कश्चन हल् वर्णः स्यात् न तु अयं तकारः यः उपधाय कथनेन सिद्ध्यति एतदर्थम् अस्य वर्णार्थं काशिकाकारः हल् परौ इति उपयोगं करोति अनेन इष्टं समानाधिकरणं सिद्ध्यते तदेव महोदय इदानीं उक्तवती किल हल् परौ इति समानाधिकरणं भवति इति अग्रे पठामि वा अन्यत् भगिनी प्रायः सरला भगिनी धन्यवादः तर्हि अत्र हल् परो इति कथनेन हलन्तधातोः इति फलितार्थः हल् परो इति नूतनशब्दस्य संयोजनेन विना इष्टम् अर्थं साधयितुम् इच्छामः चेत् धातोः उपधयोः वोर्वोः उपधायाः एकः दीर्घः इत्यस्मिन् धातोः इति अनुरोधेन हलि इत्यस्य अपि षष्ठ्यन्तत्वेन परिणामः कर्तव्यः आहत्य हलः धातोः उपधयोः वोर्वोः उपधायाः इकः दीर्घः इति उच्यते चेत् समानाधिकरणत्वेन इष्टः अर्थसिद्धो भवति इत्थं च हलः इत्यनेन यः वर्ण अभिलक्षत पुनः उपधयोः इत्यनेन रेफवकारयोः अनन्तरं यः वर्ण अभिलक्षत द्वयोः सङ्गमनम् अत्र पुनः स्पष्टीकरणार्थं महोदय लिखितं महोदयेन लिखितम् अस्ति यदि हल् परो इति वदनेन हलि तस्य विभक्तिपरिमाणं परिवर्तनं कृत्वा हल् परो इति तस्य अर्थं किं भवति तस्य अर्थं भवति हलः इति धातोः हलः धातोः तस्य कीदृशधातोः यत् हलः अस्ति धातोः षष्ठीविभक्ति भवति हलः तस्य षष्ठीविभक्ति हलः अपि कीदृशहलः अस्ति यस्य उपधायां रेफ वकार अस्माकम् अत्र रेफ अस्ति यस्य उपधायां रेफ अस्ति कीदृशरेफ यस्य उपधायाः एक वर्ण कोऽपि एकवर्णः अस्ति सो आहत्य अस्माकं फलितम् अर्थं भवति हलः धातोः उपधयोः वोरोः उपधायाः एकदीर्घ धातोः यस्य हलन्तम् अस्ति तस्य उपधायां वोरोः अस्ति तस्य उपधायाम् एकः वर्णः अस्ति तस्य दीर्घत्वं भवति इति तस्य अर्थम् आगच्छति यदि अन्यरीत्या वदामः इति सर्वेः अंशा ये अस्ति अवयवः धातोः एकवर्ण हल रेफ एकवर्ण ते इति सर्वेः धातोः अवयवाः सन्ति सो तस्य समानाधिकरणम् अस्ति अतः धातोः समानाधिकरणं सर्वे वर्णानां सामान्याधिकरणं भूत्वा इति तस्य हलि परे अत्र नास्ति, केवलं हल् अपि धातोः अवयवः अस्ति अत्र, केवलं हल् परौ अस्ति, न तु हलि इति. यथा हलि च इति सूत्रेण धातोः परे हल् आगच्छति. अत्र हल् वर्णः धातोः एव अंशः अस्ति इति वार्ता अस्ति अत्र. अस्तु. निगमनम् एवं यत् उपधयोः इत्यस्य कथनेन एव रेफवकारयो अनन्तरम् अन्यवर्णः अस्ति, तत् अग्रे पुनः हलि संयुज्यते चेत् हलि उपधयोः रेफवकारयो अनन्तरं यः वर्णः अनयोः अन्वयः नास्ति इत्यस्मात् हलिः इति कथनेन अन्यवर्णः. अस्य निवारणार्थं काशिकायां धातोरूपधातौ अभूतौ यो रेफवकारौ हल् परो तयो उपधायाः एको दीर्घो भवति इति उक्तम्. अस्मिन् एव अर्थे अनुवृत्तिसहितसूत्रम् एव हल धातो उपधयोः वोरुः उपधायाः एकः दीर्घः. पुनः निगमनम् आहत्य फलितार्थं किम् अस्ति, उपधायाः रेफवकारः आगच्छति, तस्य परे हल् वर्णः अस्ति, किन्तु रेफवकारः अनन्तरं कीदृशं वर्णः अस्ति तस्य साधितं हलि इति उच्यतम् अस्ति. हल् कारण कि हल् कीदृशं वर्णः भवे वर्णः हल् अपि भवितुं शक्नोति, स्वरम् अपि भवितुं शक्नोति, किन्तु विवक्षा हल् अस्ति अत्र. हल् इति परौ इति अत्र वदति, न तु हलि. हलि यदि भवति तत्र धातोः धातोः विहाय आगच्छति हलि, तस्य परे आगच्छति, न तु धातोः अन्तर्भूत एक वर्णः अस्ति. धन्यवादः भगिनि. अस्तु अरुणा भगिनि. आं भगिनि, लक्ष्यानुरोधेन सूत्रस्य अर्थवर्णनं कर्तव्यं, न तु विपरीतं. सूत्रार्थ अनुगुणं लक्ष्यं भवति इति नास्ति. तदर्थं कुत्रचित् अनन्यावसरे वचनपरिणामः च आवश्यकं भवति. लक्ष्यानुरोधेन सूत्रस्य अर्थवर्णनमिति आशये काशिकायां धातोः उपधाभूतौ यौ रेफवकारौ हल् परौ तयोः उपधाया इकः दीर्घो भवति. हल् परौ इत्यस्य स्थाने हलः भवति चेत् अनुवृत्तिसहितसूत्रे फलितार्थः एक एव समानः. प्रयत्नं करोमि भगिनि. लक्ष्यानुरोधेन सूत्रस्य अर्थवर्णनं कर्तव्यं, वाच्यार्थं न स्वीकरणीयं, लक्ष्यार्थमेव स्वीकरणीयम् इति अर्थं दत्तम् अत्र. तु न अवगतं भगिनि, सहायं करोतु भगिनि, भवदेव वदतु. अत्र किम् इत्युक्ते महोदय, कति सप्ताहे दृष्टमासीत् यत्र भाषा एव पूर्वम् आसीत् खलु, अनन्तरं किमस्ति सूत्राणि आगतानि, तर्हि तथा एव अस्माकम् अवगमनम् अनुसृत्य यत्र लक्ष्यम् अस्माकं यत् अस्ति तदनुसृत्य अस्माभिः सूत्रं पठनीयं, सूत्रस्य सारांशः अवगन्तव्यं, सूत्रार्थः अपि अस्माभिः अवगन्तव्यम्. केवलं सूत्रं लिखित्वा ततः लक्ष्यम् अस्माभिः न स्वीकर्तुं शक्यते खलु. यथा एकं गतसप्ताहे मया उक्तम् आसीत्, एकं लेखनं पठामः, तर्हि तत्र अत्र लेखकस्य आशयः कः अस्ति इति कृत्वा अस्माभिः अर्थं स्वीकरणीयं. किमर्थम् इत्युक्ते एकस्य पदस्य अनेक अर्थाः कदाचित् भवन्ति खलु. उदाहरणार्थं कपिः इति अस्ति, तत्र कपिः इति गजः इत्यपि अर्थः अस्ति, अनन्तरं वानरः इत्यपि अर्थः अस्ति खलु. तर्हि एकं वाक्यं दृष्ट्वा अस्माभिः निर्णेतुं न शक्नुमः, एकं वाक्यं दृष्ट्वा वा पूर्णतया अवगन्तुं न शक्यमः यः अर्थः इति. तर्हि कवेः मनसि यद्भावः अस्ति तदनुसृत्य एव अस्माभिः तस्य अर्थपोषणं कर्तव्यं. तथा एव अत्रापि अस्माभिः यत्र सूत्रार्थः लेखनीयः अस्माभिः, तत्र तु आशयः कः अस्ति, अस्माकं लक्ष्यं यत् अस्ति तदनुसृत्य अस्माभिः सूत्रार्थः लेखनीयः. पाणिनिः सूत्रं लिखितवान्, सूत्रार्थः अस्माभिः क्रियते खलु अस्माकम् अवगमनार्थं. तत् अस्माभिः यत् क्रियते तत्तु लक्ष्यम् अनुसृत्य अस्माभिः कर्तव्यं. तत्र वयं हलि इति एव साक्षात् स्वीकुर्मः, अर्थपरिणामं विना स्वीकुर्मः चेत् किं भवति. तत्र तु अन्य तत्र तु धातुः रेपवकारान्तधातुः अस्ति, अनन्तरं पुनः अन्यत् वर्णः हलि इति स्वीकर्तव्यं भवति खलु. तर्हि सः च हल् वर्णः धातोः एव अवयवः, अपदान्तकार्यं तु न भवति, सम्भवति खलु इति कृत्वा एव अस्माभिः कदाचित् कुत्रचित् तादृशपरिणामम् अपि अस्माभिः कर्तव्यं भवति भूयेत इति लिखितं. धन्यवादः. अस्तु भगिनी, अग्रे अग्रिमम् अत्र उपधायां चेत् इति पठित्वा किञ्चित् अनन्तरं पुष्प पठति किम् अत्र उपधायां चेति कूर्द् इत्यस्य पठति किम् किं भगिनि तावत् पर्यन्तं केवलं कृतवन्तः वर्गे. ओ गतेभ्यः इति भगिनि. ओ एवं किम्? आम् पुनः पूर्णतया कृतवती महोदय, बहवः प्रश्नान् कृतवान् उपधायां कुत्र अस्ति, कथं द्वेवारम् उपधायाम् आगच्छति, सर्वे तत्र विचारन्ति. काचि चिन्ता, वयं तु एतत् परिच्छेदं पूरयामः, पूरयित्वा एकवारं पुनः इत्युक्ते अर्धघण्टा अस्ति खलु सारं पञ्चनिमिषं पठतु भगिनि. कूर्द् इत्यस्य पठतु. अरुणा भगिनी पठति किं भगिनि? अत्र उपधायां च सूत्रस्य अन्यत् उदाहरणं दत्तं, क्रुद्ध भुवादगणे आगच्छति, अर्थः क्रीडति नृत्यति. कुर्ध मूलधातु कुर्ध उपदेशे अजन्नसिकैतसूत्रेण अकारलोपः संज्ञा भवति, लोपः भवति. क्रुद् योगः क्रुद् भुवादिगणे शप् आगच्छति, तदनन्तरं पुगन्तलघुपदस्य सूत्रेण गुणः भवति. तदनन्तरम् उपादायाञ्च इति सूत्रेण उकार उपदा अत्र पश्यामः भगिनि, अत्र किमर्थं वयम् उपादायाञ्च इति कुर्मः, अत्र हालीच इत्यस्य कार्यं भवति किम्? न भगिनि, अत्र रेफान्त न रेफा अन्ते नास्ति, रेफा उपदा स्थाने अस्ति, दकार हल् वर्णः रेफान्त अनन्तरम् अस्ति, ततः धातु तस्यैव भागः अपि अस्ति, तस्यैव भागः अपि अस्ति, तस्यैव अवयवः अस्ति दकारः इति कृत्वा हलीच इति न स्वीकर्तुं शक्यते खलु. कार्यं करोति अपदायाञ्च एव वर्णः उकारः, तस्य दीर्घः भवति खूर्द इति रूपं भवति. खूर्द योगः शप् योगः ते खूर्दते इति रूपं सिद्धं भवति. तदेव खुर्द गृद् अपि खूर्दते भूर्दते इति रूपं निष्पन्नं भवति. प्रकृतविषये प्रायः पुष्पा भगिनी पठे. पुष्पा भगिनी कृपया पठतु, परिचयं कृपया पूरयतु भगिनि. उपधायाश्च धातोरूप धातोरूप धातोः धातोः उपदाय भूतस्य ऋतः तत्र भगिनि तस्मात् अपि पूर्वं प्रकृतिविषये इति ततः आरभ्य पठनीयः. प्रकृतिविषये पूर्वं कित् उपादायाश्च कृत् कृत् इति वदनेन तत्तु कित् आगच्छति. कित् तु कित् उरण्ड्रापरः इति आगच्छति. कित् तु कीर्त् आगच्छति उपादायां च. प्रथमसोपानम् उपादायाश्च इति नूतनसूत्रमस्ति, तद् कृपया पठति किं भगिनि, अन्ते लिखितमस्ति. अस्तु. धातोरुपयाद उपधाभूतस्य ऋतः इति स्यात् इति स्यात् न इति इति स्यात् धातोः उपधायां स्थितस्य दीर्घकारस्य ह्रस्व इकारादेशः भवति. उपधायाः षष्ट्यन्तं च अव्ययं द्विपदविधं सूत्रं ऋत इद्धतोः इत्यस्य सूत्रस्य पूर्णतया अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं धातोः अङ्गस्य उपधायाश्च ऋतः इति. अत्र ऋकार धातुः अस्ति चेत् तत्र उपधा भूतस्य भूतस्य ऋतः इति अस्ति. अत्र उपधायां स्थितस्य दीर्घऋकारस्य ह्रस्व इकारः आदेशः भवति. धातोः अङ्गस्य उपधायाश्च ऋतः इति वदति. धातुप्रसङ्गे अङ्गस्य उपधायाश्च ऋत् इति अस्ति चेत् तत्तु इत् आगच्छति. ऋत् तु इत् आगच्छति. ऋत इद्धातोः उपधायाश्च समानकार्यं वर्तते. ऋत इद्धातोः इति रुदन्तस्य धातोः कार्यमस्ति. उपधायाश्च किं वदति, उपधायां यदि ऋकारः अस्ति चेत् तर्हि समानकार्यमस्ति. आदेशः तु ऋद इद्धातोः इत्यनेन ह्रस्वीकारः आदेशः भवति. अत्रापि इद्देव ह्रस्वीकारस्य एव आदेशः, किन्तु उपधायां ऋकारः अस्ति चेदपि समानकार्यम् इति कृत्वा यत्र जृ इत्यस्य जि इति भवति तथा एव अत्रापि कृत् इत्यस्य क्षम्यतां किम् अस्ति क्षम्यतां प्रथमं तु अस्माकं क्रियापदम् आसीत् गृ इत्यस्य जि इति अभवत् तथा एव अत्रापि कृ इत्यस्य कि इत् इति भवति प्रथमं, यत्र ऋकारस्य स्थाने इकारः आगच्छति इति कृत्वा उरण्ड्रकारः. तत्तु कीर्त् कृत्तु कीर्त् आगच्छति. कृत् कृत्तु योगः निच् कीर्ति इति धातुः. कीर्ति योगः शाप् कीर्तय इति अङ्गं. कीर्तय योगः ति अथवा ते कीर्तयति कीर्तयते. ऋत् इद्धातो न वदनं न इदानीं विवरणं कृतं दृष्टमासीत्. तत्तु पूर्वं दृष्टमासीत्. तत्तु अनुवृत्तिसहितसूत्रमस्ति. हृदय धातुः इत्यस्य अनुवृत्तिः अस्ति, अनुवृत्तिः उपादायां च इत्यस्मिन् आगच्छति. तदर्थं ऋतः धातोः अङ्गस्य यत् अस्तु. उरण्ड्रपरः ऊर्स्थाने अण्ड्रपरः अस्तु. तदेव न पठामि. प्रथमवाक्यम् अन्तिमवाक्यं ऋकारस्य अस्थाने यदा अण् आदेशः भवति तदा सः अण् सदा रपरः भवति. अनुवृत्तिसहितसूत्रं ऊः स्थाने अण् रपरः. तदैव अण्ड्रपरः अत्र अण्ड्रपरः कीर्त् योगः कीर्त् योगः कियत् आगच्छति न न न न कित् तु कीर्त् कित् आगच्छति आगच्छति कित् तु कीर्त् उपादायां च तु कीर्त् तु दीर्घ ईकारः आगच्छति. धन्यवादः भगिनि, धन्यवादः भगिनि. अस्तु तर्हि आहत्य पुनः पश्यामः एकवारम् अस्माकं यत्र यत्र रेपः वा ऋकारः वा धातोः अन्ते वा उपादायां वा आगच्छति चेत् धातोः अन्ते नो चेत् उपादायां नो चेत् सामान्यतः कुतः आगच्छति इत्युक्ते ऋकारान्तधातुतः तादृशरेपः वा यत्र वकारः अस्ति तत्तु साक्षात् स्वयं भवति किन्तु रेपः कुत्र आगच्छति इत्युक्ते सामान्यतया ऋकारान्तधातुः नो चेत् उपादायां ऋकारः अस्ति चेत् हृदय धातुः उपादायां च अनेन एभिः द्वाभिः सूत्रै द्वाभ्यां सूत्राभ्यां तत्र रेपः आगच्छति. तर्हि यत् स्मर्तव्यम् इत्युक्ते धातोः अन्ते ऋकारः नो चेत् धातोः उपादायं ऋकारः वा रेपः वा तादृशमस्ति चेत् तत्र तु सूत्रत्रयस्य प्रसक्तिः वर्तते यत्र कार्यं भवितुम् अर्हन्ति. एकमस्ति पदान्ते यदि रेपः अकारः वा अस्ति चेत् तत्र रेपः एव आगन्तुं शक्यते इति महोदयेन लिखितं. तर्हि रेपः रेफान्तधातुः अस्ति चेत् तस्य तु यत्र रेफान्तधातुः अस्ति अनन्तरं पदसंज्ञा अपि यत्र प्राप्नोति उदाहरणार्थं क्विप् इत्यनेन पदसंज्ञा भूत्वा अनन्तरं यत्र सुप्रत्ययस्य योजनं भवति तथा तु तत्र तु ओरुपदा दीर्घः इकः इत्यनेन लघु इक् यत् उपादायां वर्तते तस्य दीर्घत्वं भवति. अनन्तरं सामान्यतया अस्माभिः यत्र यत्र अस्माभिः धातुप्रकरणे तु सामान्यतया अस्माभिः अत्र धातुरूपं यत् पश्यामः तत्र तु सामान्यतया हलिच इति आगच्छति. यत्र ऋकारान्तधातुः अनन्तरं हल् वर्णः परे अस्ति चेत् तत्र तु प्रथमं तु हृदय धातोः इत्यनेन ईकारः अस्ति अनन्तरं उरण्ड्रपरः इत्यनेन रेपः परे आगच्छति. तथा तदा किं भवति इत्युक्ते नो चेत् कदाचित् तु वकारान्तदातवः अपि भवन्ति. वकारान्तदातवः अनन्तरं हल् प्रत्ययः परे अस्ति चेत् यत्र अपदान्तकार्यं वर्तते तत्र अस्य सूत्रस्य प्रसक्तिः भूत्वा प्रसक्तिर्भुक्त्वा यत्र यत्र किमस्ति अपदान्तकार्यम् एतस्ति तत्र तु रेफस्य वा वकारस्य वा उपादायां यः ह्रस्व इकवर्णः अस्ति तस्य तु दीर्घत्वं भवति. अनन्तरं तृतीयकार्यमस्ति उपादायां च इति इत्युक्ते तत्र तु हल् वर्णः यः अस्ति हलि इति अनुवृत्तिः हलः इति स्वीकृत्य आगच्छति. तादृश हल् वर्णः तु धातोः एव अवयवः भवति. एतदपि पुनः अपदान्तकार्यमेव वर्तते भवितुमर्हति. तर्हि धातोः एव अवयवः भवति तादृशः हल् वर्णः. तर्हि तादृश हल् वर्णः धातोः अन्ते आगच्छति चेत् अस्माकं ऋकारः तु रेपः वा वकारः तु तस्मात् उपादायां भवति. तस्यापि उपादायां भवति लघु इकवर्णः. अत्र साम् उदाहरणं पश्यामश्चेत् कृत् इत्यस्मिन् उपादायाश्च इति सूत्रेण अस्माभिः क्रियते. यत्र ऋकारस्य स्थाने इ इति आगच्छति अनन्तरम् इकारस्य तु इकारः तु रेफर रपरः भवति इति कृत्वा कि इर् इति स्थितिः. तस्मिन् स्थौ कद् किं स्थितिः का इत्युक्ते हल् हल् अन्ते अस्ति धातोः एव अन्ते हल् अस्ति तस्य उपादायां रेपः अस्ति अनन्तरं तस्मादपि उपादायं तस्यापि उपदा भूतः यः लघु इकवर्णः अस्ति तस्य दीर्घत्वं भवति कीर्तयति इति रूपं प्राप्यते. अनेकत्र पश्यामः इति कृत्वा महोदय सम्यक् विवृतवान्. अत्र त्रीणि कार्याणि यानि सन्ति तद् मनसि स्थापयामः चेत् सरलं भवति अग्रे इति. अस्माकं प्रेणार्थे यद् रिजन्त् अस्ति तत्र केवलं चुरादिगणीय यत् कृत् धातुः अस्ति तस्य प्रसक्ति केवलम् अन्तिम उपादायां च इति अस्ति एव कार्यं. किन्तु तद् तस्य पठनस्य किम् अस्ति किमर्थं तद् पुनः एतत् उपादायां च इति सम्यक् अवगन्तव्यं चेत् हलिषे अपि अवगन्तव्यं. हलि च सम्यक् अवगन्तव्यं चेत् तत्र तु किञ्चित् भेदः वर्तते, ओरुपदादीर्घः एकः अपि पदान्तकार्यमपि आगच्छति इति कृत्वा तस्यपि विवरणं कृतवान् महोदय. सम्यक् अवगमनं. पुनः कृतवान् इति कृत्वा अधुना पुनः एकवारं दृष्टवन्तः वयम् इति कृत्वा भगिनी यत्र ओरुपधायः तत्र ये उदाहरणं दीयते चित्र अस्ति भगिनी तत्र तु सामान्यतया अत्र किं भवति इत्युक्ते यत्र क्युक् प्रत्ययस्य योजनेन धातुत्वमपि तत् स्वीकरोति अनन्तरं पदसंज्ञापि यत्र भवति तत्रैव धूपु इति ते सुबन्तपदं दत्तमस्ति तत्र धूपु आसि किं भगिनि वोरुपदाय दीर्घ एक घी धूपु आसि ते सर्वे सुबन्तानि पदानि सन्ति. आम् सत्यं भगिनि सुबन्तानि पदानि सत्यम् आम् तत्र क्विप् प्रत्ययस्य योजनेन सुबन्तं प्राप्नुमः खलु. अत्र किं क्षम्यतां किम् अस्ति कुत्र अस्ति भगिनि एकनिमिषम् ओरुपद गीः दूः पुः इति प्रातिपदिकानि सन्ति भगिनि. अनन्तरं तस्मात् सुप्रत्ययस्य योजनं प्रथमाविभक्ति तु पुनः एतदेव तिष्ठति किन्तु अग्रे यत् यानि भ्यां व्यस् इति आगच्छति तत्र तु कार्यं विद्यते कार्यं अस्तु. किन्तु धू पुः ते धातु किं भवति धूर्भ्यां भूर्भ्याम् इति आगच्छति खलु यथा महोदय घी तस्य धातु गृ अस्ति साधु गृह किन्तु धू इत्यस्यपि धू इर् इत्येव विसर्गः जातः खलु धू इर् इति हूयर् इति विसर्गः जातः विसर्गस्य रेपस्य विसर्गः जातः यत्र प्रातिपदिकस्य अनन्तरं प्रातिपदिकस्य अनन्तरं प्रथमाविभक्त्याम् अपि तथा एव अनन्तरं किन्तु यत्र भ्यां व्यस् इति आगच्छन्ति तत्र तु पूर्भ्यां पूर्भ्यः इति प्रायः स्यात् आशियर् अपि तथा एव खलु आशीः इति अस्ति किन्तु आशीर्भ्याम् आशीर्भ्यः इति आशीर्भ्यः इति धातु किं भवति उपदेशक धातु एतत् प्रातिपदिकानि सन्ति खलु आमाम् अहं चिन्तयामि धातु किं भवेत् ओ आशी इत्यस्य धातुः पश्यामः खलु एकनिमिषं पश्यामि धातु आशीः इत्यस्य भगिन्या तत्र भगिन्याः प्रश्न आशीः इत्यस्य अस्ति धातुः कः इति एक शास् इति धातुः भगिनि आम् उपसर्गः शास् धातुः अस्ति अस्तु विरमामः किम् अस्तु धन्यवादः. Thank you.

खतरनाक होती है, अगर हमें बहुत खतरनाक होती नहीं है, अब और किसी चीज़ ऐसी होती है Thank you.

भवे भगिनी